तर्हि नमस्ते. अद्यापि अष्टाध्याय्यां सूत्राणां बलाबलमिति विषयः प्रवर्तमानः अस्ति. तर्हि अन्तरङ्गम् इति विषयः पुनः किञ्चित् अनुवर्तनरूपेण पठित्वा अग्रे गच्छामः. तर्हि एकनिमिषः. तर्हि राजी भगिनी पठति वा स्तिवु योगः न इति स्थितौ इति ततः आरभ्य खलु ह्यः कुत्र भवति कुत्र आरभ्य शिवुः न किल शिवु न किल शिवु न ततः आरभ्य खलु ह्यः आसीत् ततः शिवुयोगः न इति स्थितौ इको यनचि इत्यस्मिन् ऊकारः निमित्तं पुगन्धलघुपदस्य च इत्यस्मिन् न इति आर्धधातुकप्रत्ययः निमित्तं नामगुणस्य निमित्तं न प्रत्ययपर्यन्तसमुदायः यन् आदेशस्य निमित्तम् ऊकारः एव स च ऊकारः न प्रत्ययपर्यन्तसमुदायस्य अन्तर्भूतः न च अत्र सि उ समुदायोपेक्षया बहिर्भूतः इको यरचि इति शास्त्रस्य निमित्तं पुगन्तलघुपदस्य च इत्यस्य निमित्तस्य अन्तर्भूतम् इति कारणतः इको यणचि अन्तरङ्गशास्त्रम् अन्तरङ्गत्वात् पुगन्तलघुपदस्य च इति शास्त्रम् असिद्धं पूर्वपरनित्यान्तराङ्गपवा अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया इको यणचि इत्यस्य प्रातरप्रसङ्गे पुगन्तलघुपदस्य च इत्यस्य अस्तित्वमेव नास्ति. इदानीं शिवुयोगः न तस्मिन् प्रसङ्गे इको यनचि इत्यस्मिन् ऊकारः एव निमित्तं ईकारः परिवर्तनं कृत्वा इको यनचि इति सूत्रेण ईकारः स्यु इति भवति. निमित्तम् ऊकारः एव तस्य तस्मिन् पदे ऊकारः एव निमित्तं पुगन्धलघुपदस्य च इत्यस्मिन् सूत्रे नकारः अर्धधातुकप्रत्ययः स नकारः एव निमित्तं स नकार पुगन्धलघुपदस्य च इत्यस्मिन् सूत्रे इको इरचि सूत्र अन्तर्भूतः भवति. सि उ समुदाय अपेक्षया न बहिर्भूतः इको यनचि इति शास्त्रस्य निमित्तं पुगन्धलघुपदस्य च अतः पुगन्धलघुपदस्य अन्तर्भूतम् इति बहिर्भूतम् इति कारणात् असिद्धम् इको यनचि एव निमित्तस्य अन्तर्भूतमिति कारणतः इको यनचि एव अत्र कार्यं कर्तुं शक्तः. पूर्वपरिनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलिः इति परिभाषया इको यनचि एव अत्र कार्यं कर्तुं शक्नोति पुगन्धलघुपदस्य च इत्यस्य अस्तित्वमेव अत्र नास्ति. संशयः अस्ति वा अत्र? अत्र संशयः नास्ति खलु? गतसप्ताहे दृष्टवान् मम सम्यक् संशयः नास्ति. धन्यवादः भगिनि. तर्हि अग्रे हेमा भगिनि. एकनिमिषं भगिनि पठामि. तर्हि अत्र शिवुयोगः न इकोयणचि कारणेन तत्र इकारस्य गुणः भूत्वा स्यु इति भवति. स्युयोगः न सार्वधातुक अर्धधातुकयोः सूत्रस्य प्रसक्तिः अस्ति. तत्र गुणः भूत्वा ऊकारस्य ओकारः भवति. स्योन इति शब्दः निष्पन्नः. अत्र पूर्वोपस्थितनिमित्तकत्वम् इत्युच्यते, नाम लघुपदगुणस्य निमित्त अपेक्षया यणादेशस्य निमित्तं पूर्वोपस्थितम् अस्ति. लघुपदगुणस्य निमित्तं न प्रत्ययः, तदपेक्षया उकारः पूर्वः. सि उ न सि उ इति पर्याप्तं भवति यणादेशस्य कृते, किन्तु सि उ न अपेक्षते लघुपदगुणं प्रति. क्लेशः अस्ति वा भगिनि? अस्तु भगिनि. अतः पुगन्तलघुपदस्य च इति शास्त्रनिमित्तापेक्षया यणादेशशास्त्रस्य निमित्तं पूर्वम् उपस्थितम्, अनेन पूर्व उपस्थितनिमित्तकत्वम्. अत्र एवमस्ति, अन्तरङ्गशास्त्रे प्रथमबिन्दुः अस्ति पूर्व उपस्थितनिमित्तकत्वम् इति. पुगन्तलघुपदस्य सूत्रस्य अपेक्षया इकोयणचिसूत्रस्य निमित्तकं निमित्तानि पुगन्तलघुपदस्य सूत्र समुदायस्य मध्ये अस्ति इति, इकोयणचिसूत्रम् अन्तर्भूतम् इति भवति. इकोयणचिसूत्रस्य निमित्ताः सि उ पर्यन्तम् एव, इकार उकार एव. परन्तु पुगन्तलघुपदस्य तु आर्धधातुकप्रत्ययं नकारः अस्ति, अतः सि उ न पर्यन्तम् अस्ति. सि उ न तस्य मध्ये एव सि उ स्थित, तस्य मध्ये सि उ अस्ति, तस् पूर्व उपस्थितम् अस्ति इति कारणात् तत्र इकोयणचि पूर्व उपस्थितनिमित्तकम् इति भवति. अधुना पुनः अवलोकनीयं यत् सिद्योगः न इति मूलस्थितौ यत्र द्वयोः सूत्रयोः प्रसक्तिः स्वोः शूडनुनासिके च पुगन्तलघुपदस्य च, अधुना एव ज्ञातं यत् सिवु योगः न इकोयणचि पुगन्तलघुपदस्य च इत्यनयोः मध्ये इकोयणचि इति अन्तरङ्गशास्त्रं, यस्मात् पुगन्तलघुपदस्य च इति शास्त्रम् असिद्धम्. अनेन ज्ञायते यत् सिव्योगः न इति स्थितौ पुगन्तलघुपदस्य नित्यं नास्ति, यतोहि श्वोः षूडनुनासिके च इत्यनेन सिवु योगः न इति भवति चेत् तदानीं पुगन्तलघुपदस्य च इत्यस्य प्राप्तिः नास्ति. तस्मात् उच्यते यत् सिव्योगः न इति स्थितौ नित्यत्वात् श्वोः षूडनुनासिके च इत्यस्य प्राप्तिः. यदा सिव्योगः न इति स्थितिः अस्ति, तत्र सूत्रद्वयोः प्रसक्तिः एकस्मिन् स्थले युगपत् आयाति, श्वोः षूडनुनासिके च पुगन्तलघुपदस्य च. वयं पूर्वम् अपि परिशीलितवन्तः, इदानीमेव वयं दृष्टवन्तः अत्र इकोयणचि अन्तरङ्गत्वात् बलवद् भवति पुगन्तलघुपदस्य सूत्रस्य अपेक्षया इति. अन्तरङ्गत्वात् पुगन्तलघुपदस्य च इति सूत्रम् असिद्धं भवति इत्युक्ते इकोयणचि तत् सूत्रं न पश्यति एव इति. अतः पुगन्तलघुपदस्य असिद्धं भवति, तर्हि तत् नित्यं नास्ति इति. अतः श्वोः षूडनुनासिके च नित्यसूत्रं भवति, पुगन्तलघुपदस्य अनित्यं भवति इति. अतः श्वोः षूडनुनासिके बलवत् पुगन्तलघुपदस्य अपेक्षया इति. धन्यवादः. नूतनः कः आगतः? ध्वनिद्वयं श्रुतं मया. नमस्कारः महोदय. नमस्ते मणि महोदय. अन्य कः अस्ति? क्षम्यताम्. अस्तु, अन्य कः अस्ति? नाम उच्यतां कृपया. पुष्पभगिनी अस्ति वा? अस्तु, तर्हि रश्मि भगिनी भगिनी अग्रे पठति वा? अपरनिमित्तिकम् अन्तरङ्ग भगिनी मम नाम उक्तवती वा? आम् आं भगिनी, रश्मि भगिनी. अपरनिमित्तकम् अन्तरङ्गं, यस्य शास्त्रस्य परं निमित्तं नास्ति तत् अपरिनिमित्तकं भवति. आदे च उपदेशे अशीति इत्यनेन आत्वं भवति. तत्र अशीति इत्यनेन आतु प्रतिषेधः नाम शिति कार्यं न भवति, तथा च उपदेशे एजन्तस्य धातोः आत्वं भवति। कस्मिन् परे इति चेत् किमपि न उक्तम्। एवं रीत्या यस्य शास्त्रस्य परनिमित्तं किमपि नास्ति तदपरिनिमित्तकम् अस्ति। अत्र आदे च उपदेशे अशिति इति सूत्रस्य सूत्रं वदति उपदेश अवस्थायां एजन्तधातुः अस्ति चेत् तस्य एच् वर्णस्य धातोः आत्वं भवति, किन्तु तत्तु शिति अवस्थायां न भवति, शितिप्रत्ययपरे आत्वं न भवति इति। इत्युक्ते अत्र तु केवलं तत्र शितिकार्यं न भवति इति उक्तमस्ति एतत् सूत्रद्वारा। तत्र कदा भविष्यति इति न वदति, कदा न भवति इति एव अत्र उक्तमस्ति। अतः तत्र उपदेशस्य निमित्तस्य कारणं तत्र परं किम् अस्ति इति न उक्तम्, अतः तत्र अपरिनिमित्तकम् इति एतत् सूत्रं तु अपरिनिमित्तकम् अस्ति। अग्रिमपङ्क्तिं पठतु। अत्र ध्येयं यत् अशित्वं भवेत् इति न उक्तम्, अशिति प्रत्ययपरे इति न उक्तम्, शिति न भवति इत्युक्तम्, अतः निषेधार्थः। आदे च उपदेशे अशिति इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम्। प्रथमं वाक्यम् उपदेशे एजन्तस्य धातोः आत्वं भवति इति एकः अर्थः। द्वितीयं वाक्यम् उपदेशे एजन्तस्य धातोः शितिप्रत्ययपरे आत्वं न भवति इति द्वितीय अर्थः। प्रथमे अर्थे किमुक्तम्? उपदेशे एजन्तस्य धातोः आत्वं भवति, तस्मिन् परे न उक्तम्। द्वितीये अर्थे तु शितिपरे निषेधः, एवं च निषेधस्य निमित्तम् अस्ति किन्तु विधिं प्रति निमित्तं नास्ति। तर्हि निषेधांशे निमित्तं वर्तते, विध्यंशे निमित्तं नास्ति। अत्र उक्तमस्ति तत्र आदे च उपदेशे अशिति इति सूत्रस्य अर्थमस्ति उपदेशे एजन्तस्य धातोः आत्वं भवति इति, किन्तु तत् आत्वं तु शितिप्रत्ययपरे आत्वं न भवति। अतः अत्र एवम् उक्तमस्ति तत्र उपदेशे एजन्तस्य धातोः आत्वं कुत्र न भवति इति, तत्र निषेधस्य कारणं किम् इति, तत् निषेधस्य निमित्तम् उक्तमस्ति, किन्तु तत्र विधिः कुत्र आत्वविधिः अस्ति इति निमित्तं न उक्तमस्ति। अतः निषेधांशनिमित्तं वर्तते, विधि कुत्र भवति इति निमित्तम् अस्ति, अतः एव तत्र अपरिनिमित्तकं सूत्रं भविष्यति। रामप्रिया भगिनी एकः प्रश्नः भगिनि, यद्यपि अयमेव पठितवती पूर्वतन अंशः, तत्र एकः प्रश्नः आसीत् वयं पुगन्तलघुपदस्य च इति नित्यं सूत्रं न इति उक्तवन्तः। इको एणचि पुगन्तलघुपदस्य द्वयोर्मध्ये इको एणचि अन्तरत्वात् बलवत्ति, तर्हि पुगन्तलघुपदस्य नित्यं न भवति द्वयोर्मध्ये एव किल, परन्तु अन्ततो वयं सिव्योगः न इति स्थितौ पुगन्तलघुपदस्य श्वोः षूडनुनासिके मध्ये श्वोः नित्यं भवति, पुगन्तलघुपदस्य नित्यं नास्ति इति सिद्योगः न इति स्थितौ श्वोः षूडनुनासिके यदि कार्यं करोति तर्हि वकारस्य स्थाने ऊट् आगत्य सिवु योगः न इति भवति, परन्तु तत्रापि पुगन्तलघुपदस्य च तस्य प्रसक्तिरस्ति किल, किमर्थम् इत्युक्ते उपधायाम् इकारः अस्ति, परन्तु अन्तिमवर्णः अपि स्वरः अस्ति, तत्तु सूत्रे न उक्तं किल किमपि. एतदेव वयं पूर्वमपि वयं गतसप्ताहे चर्चितमासीत्, किमित्युक्ते सोपानद्वयम् अस्ति खलु. प्रथमसोपाने श्वोः षुड् अनुनासिके च पुगन्तलघुपदस्य च इति द्वयोः सूत्रयोः अपि प्रसक्तिः अस्ति. अधुना कश्चित् किं कस्य प्राप्तिः भवति इति चर्चां चर्चितव्यं. तत्र किम् इत्युक्ते तत्र परसूत्रम् इति नागच्छति कति अत्र अन्तर् अत्र नित्यत्वप्रसङ्गः अभवत्. यत्र नित्यत्वप्रसङ्गः भवति तत्र कृताकृतप्रसङ्गः भवेत् खलु. तर्हि एकं सूत्रं कार्यं करोति, तर्हि अन्यत् सूत्रस्य कार्यं पुनः भवति वा इति चर्चनीयं. तदर्थमेव किम् उक्तम्, अधुना किं प्रथमसोपाने यदि श्वोः षूडननासिकस्य इति कार्यं करोति चेत् प्रथमं चिन्तयामः, यदि पुगन्तलघुपदस्य इति कार्यं करोति चेत् सेव् इति भवति. अधुना श्वोः षोडननासिके च इत्यस्य प्रसक्तिः अस्ति वा? सेव् योगः न इति स्थितौ अस्ति वा नास्ति वा? अस्ति, वकारस्य स्थाने ऊटादेशः उकारः भवति. तर्हि कृताकृतप्रसङ्गी श्वोः षोड् अनुनासिके च इत्यस्य प्रसक्तिः पुनः भवति. अधुना चिन्तयामः, यदि श्वोः षोडननासिके च इति प्रथमं भवति चेत् कार्यं करोति चेत् अधुना पुगन्तलघुपदस्य च इति इति सूत्रस्य प्रसक्तिः अस्ति वा इति कार्यं भवति वा? अधुना भवति वा? किमर्थम् इत्युक्ते न भवति इति अस्माभिः अवगन्तव्यम् अवगन्तव्यं. तदर्थमेव वयं द्वितीयसोपानम् अत्र स्युयोगः न इति स्वीकृत्य इकोयणचि वा पुगन्तलघुपदस्य वृक्ष वा इति तत् अस्मिन् सन्दर्भे द्वयोः सूत्रयोः प्रसक्तिः वर्तते. तर्हि पुगन्तलघुपदस्य कार्यं न करोति बहिरङ्गत्वात् इति कृत्वा पुगन्तलघुपदस्य प्रथमसोपाने पुगन्तलघुपदस्य च इति कृताकृतप्रसङ्गी अधुना नित्यत्वं नास्ति पुगन्तलघुपदस्य चैत्यस्य. तर्हि नित्यत्वं नास्ति. किमर्थम् इत्युक्ते द्वितीयसोपाने इको एनचि एव कार्यं करोति, पुगन्तलघुपदस्य च कार्यं न करोति. तर्हि कृताकृतप्रसङ्गे तस्य नित्यत्वं नास्ति. परन्तु अस्माकं सोपानद्वये अहं चिन्तितवती केवलं सूत्रद्वयोर्मध्ये एव वयं तुलनां करणीयम् इति. तथा नास्ति किल? तथा नास्ति. अस्तु भगिनि, इति अहं तदेव चिन्तितवन्तः. अधुना तथा नास्ति, अग्रे किम् आयाति इति चिन्तयित्वा कृतम् अभवति. अनन्तरं द्वितीयसोपानमपि कृत्वा एव पूर्णतया क्रियायाः पूर्णतया द्रष्टव्यम् इति मम रामप्रिया भगिनी अग्रे पठतु. आं भगिनि, एवं च यत्र द्वयोः सूत्रयोः एकत्र समकालप्राप्तिः, एकञ्च अपरनिमित्तकम्, अन्यश्च निमित्तम् अस्ति, अन्यस्य च निमित्तम् अस्ति, तत्र प्रथमं सूत्रं द्वितीयं प्रति अन्तरङ्गं. तदर्थम् आदेश उपदेश उपदेशे शिति इति शास्त्रम् अन्यत् शास्त्रं प्रति अन्तरङ्गं भवति. अत्र तु एकम् अपरं निमित्तकम् अस्ति. प्रथमं सूत्रं द्वितीयं प्रति अन्तरङ्गमस्ति. तदर्थम् आदेश उपदेश श्रुति इति शास्त्रम् अन्यत् शास्त्रं प्रति अन्तरङ्गम्. अहम् अग्रिमं पठित्वा किम् उक्तमस्ति इत्युक्ते आदेशे उपदेशे अशिति इति अस्ति. अत्र तु परं निमित्तं किमिति साक्षात् न उक्तमस्ति, निषेधकार्यमेव उक्तमस्ति. साक्षात् परनिमित्तं विध्यर्थे न उक्तमस्ति. तर्हि यदि अन्यसूत्रम् आगत्य कार्यं कर्तुम् इच्छति समानस्थले समानकाले, तर्हि तत् सूत्रस्य परनिमित्तं भवति खलु. साधारणतया सूत्रस्य तु परनिमित्तं भवति, तर्हि सर्वदा एतत् सूत्रमेव बलवद् भवति खलु. एतादृशसूत्रं तर्हि एतत् अन्तरङ्गसूत्रं भविष्यति. यदि अन्य सूत्रं यस्य परनिमित्तं भवति चेत् अस्ति चेत् एतत् सूत्रम् अन्तरङ्गसूत्रं भवति, तृतीयसूत्रं बहिरङ्गं भवति. तथा अस्ति खलु. आम् आदेश उपदेशे शिति उपदेशे एजन्तस्य धातोरात्वं न तु शिति धातोः अत्वं आत्वं न तु शिति उपदेशे इत्यनेन औपदेशिकधातूनाम् एव प्रसक्तिः न तु आतिदेशिकधातूनाम् उपदेश अवस्थायाम् एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः अशिति येन विधिः तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्तस्य अलः स्थाने एच् इत्यनेन ए ऐ ओ औ इष् इत्यस्य शकारः इत् यस्य स षित् न षित् अषित् तस्मिन् विषये अशिति नञ्च तत्पुरुषः आत् प्रथमान्तम् एचः षष्ट्यन्तम् उपदेशे सप्तम्यन्तम् अशिति सप्तम्यन्तम् अनेकपदम् इदं सूत्रम् लिटि धातोर् धातोः अनभ्यस्य अनभ्यास्यस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति एचः धातोः आत् उपदेशे अशिति. एतत् सूत्रं वदति यदा उपदेशे एजन्तः इत्युक्ते ए ऐ ओ औ धातोः आत्वं भवति. न तु शिति इत्युक्ते परे शिति षित् प्रत्ययः नास्ति इति षित् एव न षित् अषित् इति अर्थं भवति. आदिदेशिक एतु एतत्तु उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः न तु आतिदेशिकधातु कृते भवति इति. तावदेव किल भगिनि. आम् भगिनि, धन्यवादः भगिनि. मणिमहोदय कृते किम् अभवत्? एवं च इति ततः आरभ्य महोदय. भङ्गम् अभवत् वा? अस्तु, पुष्प भगिनी करोति वा? अस्तु भगिनि, एकनिमिषः. एकनिमिषः एवं च परिभाषेन्दु शेखरे ग्रन्थकारः वदति अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतान्यङ्गानि निमित्तानि यस्य अन्तर्भूतानि अङ्गानि अत्र अन्तर्भूतत्वं बहुविधम् अस्ति. अत्र अन्तर्भूतभूतत्वस्य केवलं प्रकारद्वयं प्रदर्शितं कदाचित् पूर्वोपस्थितनिमित्तकतया भवति, कदाचित् अपरनिमित्तकतया भवति, कदाचित् तदीयसमुदायमध्ये भवति, कदाचित् एकपद वर्णद्वयापेक्षतया भवति. अतः व्याख्यायां निमित्तानाम् अन्तर्भावश्च इति आरभ्य लिखितम् अस्ति. एवं परिभाषे शेखरे परिभाषेन्दु इन्दुशेखर इन्दुशेखरे प्रङ्गदन्तकार वदति अत्र अन्तर्मध्ये एतु किं वदति न परिभाषेन्दुशेखरः इति एकं ग्रन्थमस्ति. तस्मिन् ग्रन्थे यः ग्रन्थकारः अस्ति सः वदति अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गं. बहिरङ्गम् इत्युक्ते शास्त्रीयनिमित्तानां मध्ये बहिर्भूतानि बहिरङ्गम् अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तत् अन्तरङ्गम् इति वदति. तर्हि अन्तर्भूतानि बहुविधाः अङ्गानि इत्युक्ते तस्य बहुविधं भवति इति. वयं तु प्रकारद्वयं दृष्टमस्ति खलु अस्माभिः. एकमासीत् पूर्वोपस्थितम् अन्तरङ्गम् इति, अन्यत् आसीत् अपरनिमित्तकतया कदाचित् तदीय समुदायम् अपरनिमित्तकम् अन्तरङ्गम् इति द्वितीयविधम् अस्माभिः दृष्टम् इति. अधुना तृतीय विधमपि भवितुम् अर्हति. तृतीयविधम् अस्माभिः न दृष्टं, तदेव अत्र उक्तमस्ति तदीयसमुदायमध्ये भवति इति. अन्यत् रीत्या अपि भवति, अस्माभिः एतद् न दृष्टम् चतुर्थविधमस्ति. एकपदवर्णद्वयापेक्षते तथापि भवति इति, तदपि अस्माभिः न दृष्टम्. अन्तर्भावः अन्तर्भावः इत्युक्ते तादृशभावः यस्य निमित्तानाम् अन्तर्भवति तर्हि इत्यारभ्य लिखितम् अस्ति इति. ततः आरभ्य निमित्तानाम् अन्तर्भावस्य इति पुस्तकं पठति चेत् एतद् आरभ्य विधाः अत्र उक्तमस्ति, किन्तु बहुविधाः सन्ति इति महोदयः उक्तवान्. साक्षात् बहुविधाः सन्ति अत्र अस्माभिः. विधद्वयं प्रदर्शितं, प्रकारद्वयं प्रदर्शितम् अत्र. अन्यप्रकारद्वयम् उक्तमस्ति, किन्तु बहुविधाः सन्ति महोदयः. अग्रिममपि पठति वा भवती? अग्रिमपङ्क्तिमपि पठति वा? एकं सूत्रम् औत्सर्गिकं, तत्र सामान्यम्, अन्यत् अपवादभूतम् अस्ति चेत् अपवादः बलवान्. उदाहरणम् उपरि दत्तं विद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः. अपवादः आदिगुणस्य अपवादः. अतः यद्यपि विद्धिरेचि परसूत्रं तथापि विप्रतिषेधे परं कार्यम् इत्यनेन तस्य कार्यं न सिद्ध्यति. अनया परिभाषया सिद्ध्यति आद्गुणः इत्यस्य अपवादत्वात्. अत्र सामान्य सूत्रमस्ति, अन्यत् अपवादभूतेन अस्ति चेत् अपवादः बलवान्. तत्र उदाहरणेन द्वितिरेचि आद्गुणस्य अपवादः, आद्गुणसूत्रस्य अपवादः. अतः यद्यपि विद्धिरेचि परसूत्रं तत्र अत्र बहिरङ्ग अन्तरङ्ग न बहिरङ्ग अन्तरङ्ग इति नास्ति, परसूत्रमस्ति इति एव. परसूत्रं तथापि विप्रतिषेधे परं कार्यम् इत्यनेन विद्युरेचिसूत्रस्य कार्यं न सिद्ध्यति. आद्गुणः इति परसूत्रमस्ति खलु, वृद्धिरेचि इति आमां वृद्धिरेचि इति परसूत्रम् इत्यनेन कार्यं न सिद्ध्यति, किन्तु अपवादत्वेन सत्यमस्ति भगिनि. परसूत्रमपि अस्ति किन्तु अपवादेन कार्यम्. अनया परिभाषे अस्ति चेत् आद्गुणः, आद्गुणः इत्यस्य तत् तत्तु विद्युरेचि न न विप्रतिषेधे परं कार्यम् इत्यस्य अपवाद अपवादित्वात् अस्तु. आं भगिनि धन्यवादः भगिनि. यथापि अन्यत्र अन्यत्र लब्धावकाशः नास्ति, अन्यत्र अवकाशः अन्यत्र अन्यत्र अवकाशः नास्ति, अतः विप्रतिष्यते परं कार्यम् इति कार्यं न करोति अतः अपवादत्वेन एव कार्यं भवति इति. धन्यवादः भगिनि. पूर्वपरनित्यान्तरङ्गापवादानमुत्तरोत्तरं बलीयः इति परिभाषायाः प्रथमपदद्वयं पूर्वपर विप्रतिषेधे परं कार्यम् इत्यस्य तात्पर्यं, तस्याः अग्रिमेण तत्त्वत्रयेण नित्यान्तरङ्गापवाद इत्यनेन विप्रतिषेधे परं कार्यम् इति सूत्रं निषिध्यते. नाम नित्यान्तरङ्गापवाद येषु अन्यतमः अस्ति चेत् तुल्यबलविरोधः नैव भवति. तुल्यबलविरोधाभावे परसूत्रस्य कार्यं पूर्वं न भवति. तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति, किन्तु नित्यान्तरङ्ग अपवाद इति शास्त्रेण विप्रतिषेधे परं कार्यम् इत्यनेन न. यदि सूत्रद्वयं समानकाले कार्यं कर्तुम् इच्छति चेत् तस्मिन् स्थले तुल्यबलविरोधः भवति किल भगिनि? आं भगिनि, आं विप्रतिषेधे परं कार्यं यत्र भवति तत्र तुल्यबलविरोधः भवति. तुल्यबलविरोधः एव भवति अत्र. तुल्यबलविरोधः इत्युक्ते अन्यत्र अन्यत्र लब्धावकाशः भवति, द्वयोः सूत्रयोपि अपि अन्यत्र अन्यत्र लब्धावकाशः भवति. अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा अस्ति. प्रथमपदद्वयं वयं परिशीलयामः चेत् पूर्वपर नित्य पूर्वपर इत्युक्ते विप्रतिषेधे परं कार्यम् इति तात्पर्यम् अग्रिमतत्त्वत्रयं नित्यान्तरङ्गापवाद इत्यनेन विप्रतिषेधे परं कार्यम् इति सूत्रं निषिध्यते. एवं वा निषिध्यते, नाम नित्य अन्तरङ्ग अपवाद येषु अन्यतमः अस्ति चेत् भगिनी, किन्तु भवती एव वदतु. न न भवती सत्यमेव उक्तवती, सम्यक् उक्तवती भगिनी. अग्रे यत्र नित्य अन्तरङ्ग अपवादः वर्तते तत्र तुल्यबलविरोधः इति कार्यं नास्ति तत्र. किमर्थं कार्यं न भवति किल? किमर्थं न भवति इत्युक्ते अन्यत्र अन्यत्र लब्धावकाशः तत्र न भवति तादृशसन्दर्भे. ओ तादृशसन्दर्भे अपि तुल्यबलविरोध अभावे परसूत्रस्य कार्यं पूर्वं न भवति, परम् एव भवति. अतः नित्य अन्तरङ्ग अपवाद इति शास्त्रेण विप्रतिषेधे परं कार्यम् इत्यनेन न. तद्वाक्यस्य अर्थं किं भवति? इत्युक्ते यत्र तुल्यबलविरोधः नास्ति तादृशसन्दर्भे अधुना किं भवति, तत्र नित्य अन्तरङ्ग अपवाद इति कार्येण प्रायः नित्यसूत्रमिति कारणेन, नो चेत् अन्तरङ्गसूत्रमिति कारणेन, नो चेत् अपवादसूत्रमिति कारणेन प्रायः परसूत्रस्य कार्यं परसूत्रं बलवत् भवितुम् अर्हति. किन्तु अत्र विप्रतिषेध इति कारणेन न इति, यत्र नित्य अन्तरङ्ग अपवाद इति कारणेन परसूत्रं बलवद् भूत्वा कार्यं करोति, तत्र विप्रतिषेधे परं कार्यम् इति कारणेन न इति. यदि वयं पश्यामः सूत्रद्वयं पश्यामः, एकं सूत्रं परसूत्रमस्ति, द्वितीयं पूर्वसूत्रमस्ति, दृष्ट्वा वयं किं चिन्तयामः, परसूत्रमेव कार्यं करोति इति चिन्तयति, तत्र परसूत्रं कार्यं करोति. किन्तु वयं चिन्तयामः ओ एतत् परसूत्रमस्ति अतः बलवद् भूत्वा कार्यम् अभवत् इति न अनुमानं कर्तुं शक्नुमः. प्रायः तत् परसूत्रं तयोः सम्बन्धः कः इति द्रष्टव्यम्, अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति द्रष्टव्यम्, अस्ति वा नास्ति वा चेदपि तेषां नित्यत्वम् अस्ति वा इति चिन्तनीयम्, अन्तरङ्गं बहिरङ्गम् इति कार्यं भवति वा इति चिन्तनीयं, नो चेत् अपवादम् अस्ति वा इति चिन्तनीयम्. प्रथमम् अपवादं चिन्तयित्वा बहिर्तः पृष्ठतः आगच्छामः चेत् प्रथमम् अपवादम् अस्ति वा इति चिन्तनीयं, नो चेत् अन्तरङ्गं बहिरङ्गम् इति अस्ति वा इति चिन्तनीयं, नो चेत् नित्यत्वम् अस्ति वा, एकं नित्यम् इति भवति वा इति चिन्तनीयं. तर्हि तस्मिन्नेव कारणेन तेन एव कारणेन तत् फलसूत्र तत् परसूत्रं कार्यं कुर्यात् अस्तु. परसूत्रम् इति कृत्वा इति चिन्तयित्वा इति मत्वा विप्रतिष्यते परं कार्यम् इति अनुमानं साक्षात् इति तदेव कारणतः इति न वक्तुं शक्नुमः. नित्यत्वम् अन्तरङ्गत्वम् अपवादत्वम् इति अन्यकारणानि अपि भवितुम् अर्हन्ति, तदपि चिन्तनीयम् इति. अस्तु भगिनि, धन्यवादः. धन्यवादः. किमपि पठति वा? आं भगिनि, अत्र एकचित्रमस्ति वसुधा भगिन्याः, एतदेव अस्ति अत्र, पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीयः इति एकं चित्रमस्ति, पारिभाषिको नियमः इति. तदनन्तरम् इदानीं नूतनसूत्रमस्ति पूर्वत्रासिद्धम् इति, पूर्वत्रासिद्धं सपादसप्ताध्यायीं प्रति त्रिपाद्या सिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रम् असिद्धं, पूर्वस्मिन् इति पूर्वत्र न सिद्धम् असिद्धम्, पूर्वत्र अव्ययम् असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्, इदं सूत्रम् अधिकारसूत्रम्, अष्टाध्यायाः अन्तपर्यन्तं प्रवर्तते, अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः भागद्वये विभजितः, प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः, अष्टमाध्यायस्य द्वितीयः तृतीयः चतुर्थश्च पादाः मिलित्वा द्वितीयभागः, प्रथमभागस्य नाम सपादसप्ताध्यायी, द्वितीयभागस्य नाम त्रिपादी, त्रयाणां पादानां समाहारः त्रिपादी द्विगुसमासः, सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी, पादेन सहिता सपादसप्ताध्यायी. अत्र पाणिन्याः अष्टाध्यायी द्विधा विभजितः अस्ति, प्रथमं सपादसप्ताध्यायी इति, यत्र सप्त अध्यायाः अपि च अष्टमाध्यायस्य एकपादं मिलित्वा सपादसप्ताध्यायी इति उच्यते, अन्तिमत्रि पादत्रयं त्रिपादी इति, इत्युक्ते अष्टम अध्यायस्य द्वितीयतृतीयचतुर्थभागः मिलित्वा त्रिपादी इति. सपादसप्ताध्यायां यानि सूत्राणि सन्ति तेषां प्रति त्रिपाद्यां ये सूत्राणि सन्ति ते असिद्धं भवति इति, पुनश्च त्रिपाद्यामपि पूर्वसूत्राणि बलवद्भवति, इत्युक्ते पूर्वसूत्राणां प्रति परसूत्राणि असिद्धम् इति. भगिनि, अत्र शास्त्रम् इत्यस्य पदस्य अर्थः किम् इति? कार्यम् इति कार्यसिद्धम् इत्युक्ते यत्र कार्यम् अभवत्. शास्त्रसिद्धम् इत्युक्ते एतावत्पर्यन्तं कार्यं तु न अभवत्, युगपत् कार्यं कर्तुम् इच्छतः द्वे सूत्रे, तर्हि तादृशसन्दर्भे शास्त्रसिद्धम् इति वदामः. इत्युक्ते थियरि प्राक्टिकल् एवम् एकम् आगत्य कार्यं करोति चेत् कार्यसिद्धं कार्यं तु अभवत्. एकसूत्रस्य कार्यम् अभवत्, अन्यत् सूत्रम् अधुना असिद्धसूत्रम् आगत्य कार्यं कर्तुम् असिद्धसूत्रस्य कार्यम् अभवत्, त्रिपादिसूत्रस्य कार्यम् अभवत्, अधुना पूर्वसूत्रं वा नो चेत् सपादि किमपि सूत्रं वा आगत्य कार्यं कर्तुं पश्यति, किन्तु कार्यं तु अभवत्. प्रथम असिद्धसूत्रस्य कार्यम् अभवत् किन्तु तद् कार्यं तत्र न पश्यति, सपादसप्ताध्यायीसूत्रं न पश्यति एव. अतः अधुना तस्य कार्यं पुनः अग्रे कार्यं न भविष्यति. एवं वयं उदाहरणद्वयं पश्यामः, तस्मिन् समये सम्यक्तया अवगच्छामः. अन्यत् वक्तुम् इच्छामि इत्युक्ते एतावत्पर्यन्तं वयं यत् दृष्टवन्तः तत्तु सपादसप्ताध्यायः एव कार्यमस्ति. अधुना यत्र त्रिपादे आरभ्यते ततः आरभ्य अधुना पूर्वत्र सिद्धम् इत्येव अस्माभिः चिन्तनीयम्. अधुना निपूर्वपरनित्यान्तरङ्ग अपवाद इति अस्माकं चिन्तनं न भवतु, त्रिपादे आरभ्य पूर्वत्र सिद्धम् इति चिन्तनीयं. यत्र यत्र एकसूत्रं यावत् त्रिपाद्याम् अस्ति चेत् पूर्वत्र सिद्धम् इति मनसि चिन्तनीयम् स्थापने. वयम् उक्तवन्तः पूर्वत्र विप्रतिषेधे परं कार्यं केवलं सपादसप्ताध्यायाम् एव भवति इति. समानरीत्या नित्यं नित्य अपवाद अन्तरङ्गम् अपि सपादसप्ताध्यायाम् एव भवति वा? द्वे सूत्रे अपि सपादसप्ताध्यायम् अस्ति चेत् एतावत्पर्यन्तं यत् दृष्टवन्तः पूर्वपर इति प्रतिष्ठते परं कार्यं भगिनी यत् उक्तवती सत्यम्. अनन्तरं नित्य अन्तरङ्ग अपवाद इति चिन्तनं भवति. यदि एकमपि सूत्रं त्रिपाद्याम् अस्ति चेत् तादृशसूत्रं त्यक्त्वा पूर्वत्र सिद्धम् इति प्रथमं चिन्तनीयम्. धन्यवादः. अस्तु, अधुना चिन्तम् पूर्वत्र सिद्धम् इत्यनेन यानि सूत्राणि सपादसप्ताध्यायं सन्ति तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि, अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति तानि प्रति परं स्थितानि सूत्राणि असिद्धानि. तु अधुना हेमभगिन्याः उक्तमासीत्, तदेव अत्र पुनः प्रतिपादनं करोति. सपादसप्ताध्यायी त्रिपादी इति भागद्वयम् अस्ति अष्टाध्यायाः. तत्र तु सपादसप्ताध्यायां यानि सूत्राणि सन्ति तानि एव बलवद्भवति त्रिपाद्याम् अपेक्षया. अतः सपादसप्ताध्यायां यानि सूत्राणि सन्ति तान् अपेक्षया त्रिपाद्यां स्थितानि सूत्राणि तु असिद्धानि भवन्ति. तथा एव त्रिपाद्यां यानि सूत्राणि सन्ति तत्र पूर्वसूत्रं बलवद्भवति परसूत्रस्य अपेक्षया. अतः पूर्वसूत्रम् अपेक्षया परसूत्रम् असिद्धं भवति इति, तत्तु पूर्वत्र असिद्धम् इति उच्यते. भगिनि, अत्र एकं वक्तव्यं, भगिनी यत्तुक्तवती सम्यक्, किन्तु अत्र किम् इत्युक्ते यत्र त्रिपादीसूत्राणि आगच्छति तत्र बलवत् अभलमिति तत्र चर्चा न भवति एव. किमर्थम् इत्युक्ते सपाद सप्ताध्याय्यां सूत्राणां दृष्ट्या त्रिपादीसूत्रं तत् न पश्यति एव. तर्हि बलं बलम् अस्ति वा न बलं नास्ति वा इति चिन्तनं न भवति. यदि अग्रे उदाहरणम् अस्ति तर्हि बलम् इति वयं इति शब्दम् उपयोक्तुं न शक्नुमः. कार्यमेव न करोति, न पश्यति इति एव. यदि द्वे सूत्रे आगत्य कार्यं कर्तुम् अर्हते प्रसक्तिः अस्ति तस्मिन् समये द्वे अपि द्वे सूत्रे अपि अन्यत् सूत्रं द्रष्टुं शक्नोति लैक् पूर्वपर इति. एतावत्पर्यन्तम् अस्माकं चिन्तनं किम् आसीत् यदि प्रथमसूत्रं कार्यं करोति चेत् द्वितीयसूत्रमपि द्रष्टुं कार्यं द्रष्टुं शक्नोति. किन्तु अधुना तु तादृशकार्यमेव नास्ति, साक्षात् असिद्धमेव भवति, न पश्यति एव तत् सूत्रं. यदि त्रिपाद्यां द्वे सूत्रे स्तः चेत् एकं पूर्वं प्रथमसूत्रं पूर्वम् अस्ति, द्वितीयसूत्रं परसूत्रम् अस्ति, तर्हि पूर्वसूत्रं द्वितीयसूत्रं न पश्यति एव. तर्हि तत्र बलम् अस्ति वा बलं नास्ति वा इति चिन्तनमेव न भवति, न चिन्तयितुं शक्नुमः, न भवति अत्र. अग्रे गत्वा एतत् उदाहरणं यदा वयं पश्यामः तस्मिन् समये स्पष्टीकरणं भविष्यति. भगिनि किञ्चित् किञ्चित् भिन्नरीत्या चिन्तनीयम् अत्र. एतावत्पर्यन्तम् अस्माकं चिन्तनं यथा आसीत् तत् तस्मात् भिन्नरीत्या किञ्चित् अवलोकनीयम् इति सर्वम् अग्रे उदाहरणम् उक्तमस्ति भगिनि महोदयेन दीयते. धन्यवादः भगिनि. अग्रिममपि पठति वा लक्ष्मी भगिनि? पूर्वत्र असिद्धम् इत्यस्य कार्यं द्विविधं, शास्त्र असिद्धं कार्य असिद्धं च. द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रासिद्धम् इत्युच्यते. पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायीसूत्रं वा पूर्वत्र पूर्वत्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव, यतः तेन परत्रिपादिसूत्रेण यत्किमपि क्रियते तत् पूर्वत्र असिद्धम् इत्यनेन असिद्धम्, इदं कार्यासिद्धम् इति कार्यासिद्धम् इति उच्यते. अत्र उक्तमस्ति पूर्वत्र असिद्धम् इत्यस्य कार्य द्विविधं, पूर्वत्र असिद्धं द्विविधेन कार्यं भवति. तस्य एक अवस्था अस्ति कुत्र यत्र द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले भवति, तत्र परत्रिपादिसूत्रं त्रिपाद्यां परसूत्रं यदस्ति तत्तु स्वयम् असिद्धं भवति. पूर्वसूत्र अपेक्षया परसूत्रं स्वयम् असिद्धं भवति. एतत् रीति एव शास्त्रासिद्धम् इति उच्यते. अनन्तरं त्रिपादिसूत्रं पूर्वमेव त्रिपादिसूत्रस्य कार्यम् अभवत् तर्हि तत्र तु सपादसप्ताध्यायीसूत्रं वा त्रिपाद्यामेव पूर्वसूत्रम् अस्ति वा तयोः दृष्ट्या तत्र पूर्वमेतत् त्रिपादिसूत्रस्य एककार्यं यत् अभवत् तत्तु न दृश्यते, अतः तत्तु कार्यासिद्धम् इति उच्यते. आं भगिनि, शास्त्र असिद्धं प्रथमं, द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धं शास्त्रसिद्धम् इत्युच्यते. अस्य बहूनि उदाहरणानि सन्ति. प्रथमम् उदाहरणं यथा हल्सन्धिसूत्राणि सर्वाणि त्रिपाद्यां, अतः एकत्र हल् सन्धि विधायकसूत्रद्वयम् आयाति चेत् परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति. यत् योगः जायते जलां जशोन्ते स्तोः शूनाष्टुः एकत्र आयतः स्तोश्चूनाष्टुः इत्यस्य असिद्धत्वात् जलां जशोन्ते पूर्वं भवति. यद्योगः दकारः योगः जायते स्तोः शूनाष्टुः इत्यनेन श्चुत्वं यज् योगः जायते यज्जायते. एवमेव सर्वाणि हल्सन्धिसूत्राणि. अत्र प्रथमं तु शास्त्र सिद्धं विषये दत्तमस्ति. यदा द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले आगच्छति चेत् परत्रिपादीसूत्रं स्वयं असिद्धं भवति इति कारणात् शास्त्रसिद्धम् इति उच्यते. प्रथमं सूत्रम् अत्र हल्सन्धिसूत्राणि सर्वाणि त्रिपाद्यामेव भवति अस्ति त्रिपाद्यामेव अस्ति. अतः यदा एकत्र हल्सन्धिविधायकसूत्रद्वयम् इत्युक्ते अत्र जलां जशोन्ते स्तोश्चूनाशुः हल्सन्धिविधायकसूत्रं द्वयम् आगत्य कार्यं करोति चेत् तत्र परसूत्रस्य असिद्धत्वात् अत्र परसूत्रमस्ति स्तोश्चूनाशुः जलां जशोन्ते पूर्वं कार्यं करोति. यद्योः जायते भवति अनन्तरं स्तोश्चूनाष्टुः आगत्य शुत्वं भवति यज्जायते इति भवति. एतत्तु सर्वाणि हल्सन्धिसूत्राणि एवमेव कार्यं भवति. तर्हि यत्र कार्यं न भवत् चिन्तनमेव अस्ति तर्हि तत् शास्त्रसूत्रम् इति युगपद् यत्र कार्यं कर्तुं सूत्रे आयाति तस्मिन् समये शास्त्रसिद्धं. यदा प्रथमं कार्यं करोति चेत् जलां जशोते न आगच्छति किल तत्तु कार्यं कार्यसिद्धं भवति. तर्हि यत्र कार्यं कार्यसिद्धं भवति तर्हि यत् अभवत् तत् कार्यं न पश्यति एव. तर्हि पुनः आगत्य जलां दशन्ते इति आगत्य समान पुनः तदेव कार्यं भवति खलु. तर्हि किमर्थं प्रथमं स्तोः शुना इत्यनेन किमपि लाभः न भवति खलु. अतः कार्यमेव न करोति. मणिमहोदय अस्ति वा? आगतवान् वा? अस्मि महोदय. मनोरथः इति मनोरथः मनः इच्छा अभिलाष मनस्योः रथ सस्योरुः इत्यनेन पदान्ते सकारस्य स्थाने ऋकारः आदेशः. मनयोगरथ अनुबन्धलोपे मनर्रथ रोरि असिच रोरि इत्यनेन रेपस्य लोपस्य असिद्धत्वात् असिच इत्यनेन रेपस्य उकारादेशः. मनः योग उ योगरथ आग्गुणः इत्यनेन गुणादेशः मनो योगरथ वर्णमेलनं मनोरथ. मनस् योगरथः अत्र ससौरुगु इति सूत्रेण सकारं ऋकारः भवति. अनन्तरं ऋकारस्य अनुबन्धलोपन इर् आदेशः अतः मनर् योगरथ. अनन्तरं रोरि इति सूत्रेण रेपस्य अधुना कार्यद्वयं भवितुमर्हति खलु. रोरि इत्यनेन रेपस्य लोपः भवितुमर्हति. अनन्तरं द्वितीयसूत्रमस्ति हशिच इति सूत्रेण रेपस्य स्थाने उकारः आदेशः भवति. तर्हि कार्यद्वयं भवितुम् अर्हति. इदानीं पश्यतु एकं सूत्रं त्रिपादीसूत्रमस्ति अन्यत् सूत्रं सपादसप्ताध्यायीसूत्रमस्ति. पूर्वम् अस्माभिः यद् दृष्टमासीत् तत्र किम् आसीत् द्वौ अपि त्रिपादीसूत्रे स्तः. अधुना अस्माकम् उदाहरणमस्ति एकं सपादसप्ताध्यायी सूत्रम् अशीच इति, अन्यत् त्रिपादीसूत्रं रोर् इति अस्ति. तर्हि यत्र त्रिपादीसूत्रम् अस्ति तर्हि एकं त्रिपादीसूत्रमस्ति चेत् अधुना वयं बलम् इति चर्चा न भवति अस्माकं, पूर्वत्र सिद्धम् इति एव चिन्तनं भवति. तर्हि अधुना यत् त्रिपादीसूत्रम् अस्ति तत् न अशुद्धं सूत्रं भवति सपादसप्ताध्यायी सूत्रं प्रति. तर्हि किमर्थम् अशुद्धं भवति इत्युक्ते यदि रोरि इति कार्यं करोति चेत् तद् कार्यमेव हसि च न पश्यति, तर्हि पुनः आगत्य हसि च इति एव कार्यं करोति. तर्हि रोरि इत्यस्य कार्यस्य का आवश्यकता खलु? तर्हि अशुद्धमस्ति, कार्यं न भवति इति एव चिन्तयामः. तर्हि हसि च इति आगत्य परेफस्य स्थाने उकारादेशः भवति. अनन्तरम् उकारं गुणं भूत्वा मनोर्योगरथ इति वर्णमेलनेन मनोरथ इति पदं प्राप्तमस्ति. महोदय धन्यवादः. महोदय भगिनी, भवती उक्तवती यदा रोरि कार्यं करोति चेत् तर्हि हसि च अनन्तरम् आगत्य कार्यं करोति इति, परन्तु यदि रोरि कार्यं चेत् इष्टरूपं न आगच्छति. रोरि करोति चेत् किं भवति? मनयोगः रथ इति भवति, रेफः लोपः भवति खलु. किन्तु यत्र हसि च आगच्छति तस्मिन् समये रेफस्य लोपः न पश्यति, रेफः तिष्ठति इति एव हसि पश्यति. तर्हि तदनन्तरं हसि कार्यं करोति इति एवं न किल, रोरि करोति चेत् असिद्धा तत्र एव वयम् असिद्धम् इति वदामः. यदि रोरि कार्यं न पश्यति, कार्यमेव न पश्यति, कार्यं करोति चेदपि न पश्यति एव. किन्तु यत्र रेफस्य लोपः भवति हसि च आगत्य पुनः पश्यति, हसि च किं पश्यति? रेफं पश्यति हसि च, लोपं न पश्यति, रेफः एव पश्यति. रेफः पुनः अस्ति इति एव चिन्तयित्वा उकारादेशः भवति रेफस्य स्थाने. तर्हि असिद्धम् इति एव चिन्तयित्वा वयं रोरि कार्यमेव न भवेत् एवं वक्तुं शक्नुमः वा? किमर्थम् इत्युक्ते यदि रोरि कार्यं करोति तर्हि तत्र मनयोगः रथ इति स्थितिः भवति, पूर्वस्थितस्य रेफस्य लोपः भवति. इदानीं हसि च तस्य कार्यमेव न भवति किल? तस्य कार्यं न भवति इति नास्ति, तदेव कार्यं. किमर्थम् इत्युक्ते रोरि यत् कार्यम् आसीत् तत्र त्रिपादीसूत्रस्य कार्यमस्ति. आं, त्रिपाद्याः असिद्धं. तर्हि त्रिपादीसूत्रस्य कार्यं सपादशब्दाध्यायी सूत्रं न पश्यति, तस्य दृष्ट्या एतत्तु न भवति एव. तर्हि पुनः आगत्य रेफः इति मत्वा पुनः आगत्य उकारः तिष्ठौ आगच्छति. तर्हि वयं किं वक्तुं शक्नुमः? असिद्धम् इति कृत्वा वयं न कुर्मः एव. तत् सोपानं त्यजामः. किमर्थम् इत्युक्ते तत्तु असिद्धसूत्रमस्ति इति कृत्वा तत् कदापि न कुर्मः, आवश्यकता एव नास्ति असिद्धसूत्रमिति कृत्वा. भगिनि एकः प्रश्नः अस्ति. पृच्छतु भगिनि, प्रश्न भगिनि. अत्र तु एतत् पूर्वत्र सिद्धम् इति कारणेन तत्र हसि च न सपादसप्ताध्यायी तु त्रिपाद्यासूत्रं त्रिपादीसूत्रं न पश्यति इति उक्तवती किल, अतः एव वयं तत्तु सपादसप्ताध्यायी सूत्राणि बलवत् इति उच्यते वा? बलवत् इति न वक्तुं शक्नुमः. तत्र बलस्य चर्चा एव नास्ति. अत्र यत्र पश्यति तस्मिन् समये एव पूर्वं वयम् वयं पठितवन्तः तत्र तु सपादसप्ताध्यायी सूत्रम् अनन्तरं त्रिपादीसूत्रं द्वयोः कार्यं भविष्यति चेत् सपादसप्ताध्यायीसूत्रं बलवत् इति पूर्वं वयं दृष्टवन्तः. एतदेव कारणेन तथा वयं तस्मिन् अवसरे तद् उक्तवन्तः वा? तत्तु कुत्र भगिनि? पुनः वदतु. अत्र तु तस्मिन् समये तु वयं पूर्वत्र सिद्धम् इति कार्यं न दृष्टवन्तः आसीत् किल, अतः तदा अस्माकम् अवगमनार्थमेव तथा उक्तवन्तः, उक्तमासीत् वा इति अहं पृच्छामि. पूर्वत्र सिद्धमिति कारणेन तत्र सपादसप्ताध्यायीसूत्रं तु त्रिपादीसूत्रं न पश्यति, तत्तु असिद्धमेव भवति. एतत् कारणेन एव वयं पूर्वं तत्तु सपादसप्ताध्यायीसूत्रं बलवत् इति पूर्वं वयं कदापि वयं पादसप्ताध्यायी त्रिपादी इति अस्माकं चर्चा एव न जाता खलु एतावत्पर्यन्तम्. अधुना एव सपादसप्ताध्यायी किम् इति दृष्ट्वा, त्रिपादी किम् इति दृष्ट्वा वयं पश्यामः. एतावत् बहुपूर्वम् अहं मन्ये यदा वयं गणानां विषये चर्चयन्तः तदानीम् एक टेबल् अपि कृतवन्तः किल, तत्समये एव रश्मि भगिनि. आम्, पूर्वं तु सूत्राणां किञ्चित् द्वयोः सूत्रस्य कार्यम् एकत्र प्रसक्तिः अस्ति चेत् तदा तु वयं तथा उक्तवन्तः. तत्र तु सपादसप्ताध्यायीसूत्रं बलवत् भवति अतः तदेव कार्यं करोति इति कुत्रापि दृष्टवन्तः. मूल तिङ् प्रत्ययः सिद्धतिङ् प्रत्ययः यदा वयं कृतवन्तः तत्र झोन्तः सर्वे एक टेबल् करोतु इति गृह अभ्यासः दत्तवान्, तत्समये अयं अहं मन्ये इति उक्तवान् इति किमपि चर्चा अभवत् तत् तदा सपादसप्ताध्यायाम् इति. अहं चिन्तयामि तस्य तु मूलकारणम् एतदेव भविष्यति. तदा तु एतत् सर्वं न चर्चां कृतवन्तः, तदेव तत् इति अहं चिन्तयामि. भगिनि अहं न स्मरामि तदा सिद्धम् अस्ति, चर्चा न अभवत् तदर्थं बलवत् इति उक्तवान् इति मन्ये. अस्तु धन्यवादः. धन्यवादः. तर्हि अरश्वि भगिनी, भगिनी पठितवती वा? ओ, पुष्पा भगिनी अपि पठनीयं, महोदय एव पठितवान् खलु. पुष्प महोदय पूरयति वा रोरि हर्षित इति पठित्वा. आम् महोदय, मणि महोदय, अत्र रोरि इति सूत्रस्य लोपः भवति जतः रेपस्य परे ऋकारः अस्ति चेत् पूर्वं सिद्धः रेपः रूपं भवति. हसि च हसि परे अतः उत्तरस्य रेपस्य उकारादेशः भवति. तन् हसि च सूत्रेण पूर्वं सिद्ध रेपः उकारं भवति. अतः उत्तरस्य इत्युक्ते तत्तु अकारः यत् अस्ति तस्मात् प्राक् परम् उकारः अस्ति चेत् तस्मात् प्राक् हर्षवर्णः अस्ति चेत् रेफस्य क्षम्यताम् अतः अकार ह्रस्व अकारात् प्राक् रेफः परं रेफः रेफात् परं हर्षवर्णः अस्ति चेत् रेफस्य स्थाने उकारादेशः भवति. धन्यवादः महोदय. पृष्टा भगिनी अग्रे पठति वा? मौनस्वारः समः श्रुति कृ तिं कृति संकृति सम्परिभ्यां करोतौ भूषणे करोतौ भूषणे इत्यनेन सुट् आगमः सं योगः सुट् योगः कृति अनुबन्धलोपे सं योगः सा योगः कृति मौनस्वारः इत्यनेन स्थाने अनुस्वारादेशः परन्तु मौनस्वारः समः सुटि च त्रिपादिसूत्रे स्तः अतः पूर्वत्रासिद्धम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति, परसूत्रम् असिद्धम्। समः श्रुति इत्यनेन मकारस्य ऋत्वं सरु योगः स योगः कृति उपदेशे जनुनासिका इत् इत्यनेन उकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपश्च स कृति संस्कृति संस्कृति संस्कृति अत्र अत्रानुनासिकं सः पूर्वस्य तु वा इत्यनेन विकल्पेन आदेशः विपक्षे अनुनासिकात् परोनुस्वारः इत्यनेन अनुस्वारागमः संस्कृति करवसनयोर्विसर्जनीया इत्यनेन पदार्थरेपस्य स्थाने विसर्गः पदान्तरेपस्य स्थाने विसर्गः संस्थः कृतिः संस्कृतिः स्कृति संसः संभ संस्कृति संह स्कृति विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारः संस्कृति संस्कृति अत्र मोनुस्वारः समास्कृति सूत्रस्य विवरणं कृतं कृ योगः किं तत्तु कृति अस्ति अत्र सम् प्रत्यय आयाति चेत् अत्र सम्परिभ्यां करोतौ भूषणे इत्यनेन सुट् आगमः तु सं योगः अत्र यत् उक्तमस्ति इत्युक्ते अर्थः किम् इत्युक्ते कृ धातुः अस्ति चेत् भूषणार्थे कृ धातुः अस्ति चेत् च यत्र सं वा परि उपसर्गः सन्ति चेत् सहसे तर्हि तत्र सुट्टागमः भवति यत्र वयम् अपरिष्करोति इति आगच्छति इश् इति तत्र मध्ये आगच्छति तथा एव अत्रापि सुट्टागमः भवति अत्र मनोमोनुस्वारः इति सूत्रेण अत्र सुत् इत्यस्य अनुबन्धलोपः केन सूत्रेण भवति अनुबन्धलोपः केन अनुबन्धलोपः हलन्त्यम् इत्यनेन सकारस्य लोपः उकारस्य उपदेशे अजननासिकः इत्यनेन लोपः तर्हि सकारः तिष्ठति सकारः अत्र सकारः मोनुस्वारः इत्यनेन मस्थाने मुस्थाने अनुस्वारादेशः परन्तु मोनुस्वारः समः स्तुति च त्रिपादिसूत्रे द्वे सूत्राणि सूत्रे सः अत्र पूर्वत्रासिद्धम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति तत्तु समस्तुति इत्यनेन मकारस्य ऋत्वं आं भगिनि. तर्हि यत्र अत्र अत्र कार्यम् अस्माकं कार्यम् अत्रैव अस्ति. मोनुस्वारः समः सूत्रे इति द्वे सूत्रे त्रिपादिसूत्रे सह. तर्हि यत्र मोनुस्वारः इति भवति चेत् मकारस्य स्थाने अनुस्वार आदेशो भूत्वा संस्कृति इति एकमेव रूपं भवति संस्कृति इत्यस्य. किन्तु तथा नास्ति. समः स्फूटि इति सूत्रं त्रिपादिसूत्रमस्ति, पूर्वसूत्रमस्ति. अतः पूर्वसूत्रसिद्धम् इत्यनेन तस्य परसूत्रं मोनुस्वारः इति असिद्धं भवति. तर्हि समः स्फुटि इति एव कार्यं करोति. समः स्फुटि सूत्रं किं वदति? स्फुटिपरे परे अस्ति चेत् समः इति पूर्वम् अस्ति चेत् पञ्चमी अस्ति तत्र विभक्ति. तर्हि समः इति सम् इति पूर्वमस्ति, सुत् इति परे अस्ति, तत्र सप्तमी विभक्ति अस्ति. तस्मिन् समये मकारस्य स्थाने गुरुत्व आदेशः भवति इति समः सूत्रं वदति. मकारस्य स्थाने ऋकार आयाति. तत् संयोगः कृते आयाति. उपदेशे जननासिका इत्यनेन उकारस्य इत् संज्ञां तस्य लोपः इत्यनेन लोपश्च ऋकारस्य उकारः लोपः भवति. तर्हि अत्र अननासिकः पूर्वस्थ तु वा इत्यनेन विकल्पेन आन् आदेशः तत्र विपक्षे अनुनासिकात् परोनुस्वारः इत्यनेन अनुस्वारागमः तत्र संस्कृति द्वे परा अस्ति. अत्र अत्रानुनासिकः पूर्वस्य तु वा इति सूत्रं किं वदति इत्युक्ते, अहं पठामि कुत्रचित् अत्र अष्टाध्यायी.com तत्र अस्ति. पदस्य रोः पूर्वस्य वा अनुनासिकः विकल्पेन रेफात् पूर्वं यत् अस्ति अकारः तस्य रेफात् पूर्वं यत् अस्ति तस्य अनुस्वारादेशः भवति इति. अनुनासिकः क्षम्यताम् अनुनासिकः अत्र करवसनयो विसर्जनीय इत्यनेन पदान्तरे तस्य स्थाने विसर्गः संस्कृति अनुनासिक संस्कृति विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारः तत्तु संस्कृति द्वे प्रति अस्तु. एकनिमिष भगिनि. अनुनासिकः इत्युक्ते यत् चन्द्रबिन्दु अनुस्वारः तु बिन्दुः अस्ति. अनुनासिक तु चन्द्रबिन्दु, अनुस्वार तु बिन्दु बिन्दु अस्ति. अभवत् वा भगिनि? एकः सन्देहः, कृति संस्कृति कथम् आगच्छति अत्र? सम् इति तदेव अत्र उपसर्गः उपसर्गः कितिन् कः प्रत्ययः सः कितिन् कृदन्तप्रत्ययः किल आं भगिनि संस्कृतिः इति क्षम्यतां कृत् आमां कृत् कृत् भवति आमां कृदन्तमस्ति सत्यं कृदन्तं संस्कृति धातोः परे आगच्छति तस्य नामपदं भवति अत्र सम्परिभ्यां करोतु भूषणे इत्यनेन सुट् आगमः कथम् आगच्छति सूत्रं तदेव वदति यत्र भूषणार्थे अस्ति भूषणार्थे इत्युक्ते संस्कृति इति भूषणार्थे अस्ति खलु एम्बलिशिङ्ग् रैट् तर्हि यत्र भूषणार्थे अस्ति तर्हि सम् इति हरि इति यत्र उपसर्गः आगच्छति चेत् तस्मिन् समये सुट्टागमः भवति सकारः मध्ये आगच्छति तत् परिश् करोति परि इश् करोति तत्रापि इश् आगच्छति सकारः एव आदौ अस्ति सुट् इति आगत्य सकारः एव आदौ अस्ति अनन्तरं सकारस्य षत्वं भवति धन्यवादः एकनिमिषं कार्यसिद्धं पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायीसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन यत्किमपि क्रियते तत् पूर्वत्रा सिद्धम् इत्यनेन असिद्धम् इदं कार्यसिद्धम् इत्युच्यते इदं कार्यं कार्यसिद्धम् इत्युक्ते किम् इति अत्र वदति त्रिपादसूत्रस्य कार्यं पूर्वं कारितं चेत् तत्पश्चात् सपादसध्यायीसूत्रम् अथवा पूर्वत्रिपादिसूत्रम् आयाति तर्हि परत्रिपादिसूत्रस्य कार्यं न दृश्यते एव मनसि न दृश्यते एव यतः तेन यत् किमपि क्रियते तत् पूर्वात्र सिद्धम् इत्यनेन असिद्धम् इदं कार्यम् असिद्धम् इत्युच्यते भगिनी तद्वाक्यं किञ्चित् क्लेशमस्ति भगिनि इत्युक्ते अत्र त्रिपादिसूत्रम् एकं सूत्रं त्रिपादिसूत्रमस्ति अन्यसूत्रं यदि सपादसप्ताध्यायीसूत्रं नो चेत् पूर्वत्रिपादिसूत्रम् तयोः एकम् अस्ति चेत् किं भवति इत्युक्ते यदि परसूत्रं कार्यम् अभवत् चेत् परत्रिपादिसूत्रं सूत्रस्य कार्यम् अभवत् तर्हि पूर्वसिद्धम् इत्यनेन तद् कार्यं न पश्यति इति मनोरथः इति ऐ मीन् अत्र स्वीकर्तुं शक्नुमः किल पुनः भगिनि मनोरथः इति स्वीकर्तुं शक्नुमः किल उदाहरणरूपेण तत्र रोरि त्रिपाद्याम् आसीत् सपादसप्ताध्यायः अत्र किम् इत्युक्ते समानस्तरे तत्तु शास्त्रसिद्धम् आसीत् किम् इत्युक्ते युगपत् कार्यं कर्तुम् इच्छतः अत्र युगपत् कार्यं नास्ति एकं प्रथमम् अभवत् अस्तु प्रथमसोपाने सपादसप्ताध्यायी इति कार्यं नास्ति पूर्वत्रिपादिसूत्रं वा सपादसप्ताध्यायीसूत्रस्य प्रसक्तिः एव नासीत् तर्हि परत्रिपादिसूत्रम् एवं तस्य एव कार्यं कार्यस्य प्रसक्तिः आसीत् तर्हि तदेव कार्यम् अभवत् अधुना द्वितीयसोपाने आगत्य यदि सपादसप्ताध्यायीसूत्रं वा त्रिपादिसूत्रं त्रिपाद्यां पूर्वसूत्रं वा आगत्य कार्यं कर्तुं पश्यति चेत् तद् कार्यं न पश्यति अभवद्वा राजी भगिनि उभौ योगः अपि एवचो अयवायावः इत्यनेन यान्तावान्तदेशसन्धिः उभावपि लोपः शाकल्यस्य इत्यनेन विकल्पेन वकारः लोपः वकारलोपः उभा अपि सवर्णदीर्घसन्धिः अकः सवर्णदीर्घे इत्य सवर्णदीर्घः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम्। अतः अत्र सवर्णदीर्घसन्धिः न प्रवर्तते कार्यसिद्धत्वात् उभा अपि उभौ योगः अपि यान्तावान्तादेशसन्धि भूत्वा वकार औकारः अकारः इत्युक्ते वकारः तत्र सन्धि भूत्वा आगच्छति औकारस्थाने आयोगः यान्तावान्तसन्ति आं भगिनि यान्तावान्तसन्ति अत्र आगत्य आव् योगः अधिकम् उभावपि इति भवति। साधारणतया अस्माभिः एतावत्पर्यन्तमेव वयं कुर्मः खलु वयं कुर्मः अग्रे गत्वा तु लोपः शाकलयस्य इति विकल्पकार्यम् विकल्पेन वकारः लोपः भवति। अस्तु तदपि यदि यदि वकारः लोपः भवति चेत् उभा अपि इति आगच्छति। सवर्णदीर्घसन्धि भूत्वा भूत्वा इति नास्ति अत्र अवसरः अस्ति खलु उभा अपि इति अस्ति इदानीं मकारस्य विकल्पेन तस्मिन् समये सवर्णदीर्घसन्धेः अवसरः प्रायः भवेत् इति अस्माभिः मनसि भवति। उभा आकारः अस्ति अनन्तरम् अकारः अस्ति तर्हि उभापि इति किमर्थं न भवति इति प्रश्नः उदेति तर्हि तस्य समाधानम् अत्र उक्तमस्ति किमर्थम् इत्युक्ते अकः सवर्णे दीर्घः इति सूत्रम् इदानीं लोपः शाकलयस्य इति त्रिपादीसूत्रमस्ति अकः सवर्णे दीर्घः इति सपादसप्ताध्यायीसूत्रमस्ति तर्हि सपादसप्ताध्यायीसूत्रं त्रिपादीसूत्रं न पश्यति तत् तस्य कार्यं न पश्यति तत् किं पश्यति उभावपि इत्येव पश्यति पश्यति तर्हि तस्य स्वस्य कार्यं नास्ति इति चिन्तयित्वा तत् गच्छति असिद्धत्वं भवति अस्तु भगिनि आं भगिनि बालः इह विसर्गसन्धिः अत्रापि तथा बालयोगः सुयोगः इह अनुबन्धलोपे बालस्योगः इह ससजुषोरुः बालयोगः रुयोगः इह अनुबन्धलोपे बालर्योगः इह भो भगो अगो अपूर्वस्य योषि बालैयोगः इह लोपः शाकल्यस्य इत्यनेन विकल्पेन यकारलोपः बाल इह आद्गुणः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम्। अतः अत्र गुणसन्धिः न प्रवर्तते कार्यासिद्धत्वात् बाल इह इति रूपम् अस्ति। अत्र दृष्टान्तः अस्ति बालः इह इति विसर्गसन्धेः उदाहरण अत्रापि कार्यासिद्धं भवति बाल इति प्रातिपदिकेन सु इति सुप्रत्ययः योजयित्वा तदनन्तरं इह तत्र सुकारस्य सु प्रत्ययस्य उकारः लोपं भवति अनु उपदेशे अच अनुनासिक इत्यनेन अतः बालस्योगः इह इति आगच्छति। इदानीं ससजुषोरुः सूत्रम् आगत्य सकारस्य स्थाने ऋत्वम् आगच्छति बालयोगः रुयोगः इह पुनः उपदेशे अचनुनासिक अनेन उकारस्य लोपं भूत्वा बालर्योगः इह इति स्थितिः अस्ति। इदानीं नूतनसूत्रमस्ति भो भगो अगो अपूर्वस्य यो अशीयति इदं सूत्रं वदति यदि रेफस्य पूर्वस्थितस्य अकारः अर् इति स्थितिः अस्ति, तदनन्तरम् अशिवर्णः अस्ति, अश् प्रत्याहारवर्णः, अत्र इकारः तु अश् प्रत्याहारवर्णः अस्ति, अस्मिन् स्थितौ रेपः यकारः भवति इति आदेशः अस्ति, तर्हि बालैयोगः इह इति भवति। इदानीं लोपः शाकल्यस्य त्रिपादिसूत्रम् आगत्य यकारः विकल्पेन लोपः भवति, तर्हि बाल इह इति रूपम् आगच्छति। अस्मिन् प्रसङ्गे अकारः इकारः अस्ति, गुणस्य प्रसक्तिः अस्ति, आद्गुणः कारणेन तत्र बालेः इति रूपं भवितुम् अर्हति, परन्तु आद्गुणः तु सपादसप्ताध्यायाम् अस्ति, तत् लोपः शाकल्यस्य त्रिपादिसूत्रस्य कार्यं न पश्यति एव, यतोहि पूर्वत्रा सिद्धम् अनेन तत्र आद्गुणः इति कार्यं न प्रवर्तते, रूपं तिष्ठति बाल इह एव। धन्यवादः अग्रिमपङ्क्ति। भट्टोजिदीक्षितमहाभागेन सिद्धान्तकौमुद्याः लेखकेन इदं सिद्धान्तद्वयं प्रणीतं, सर्वे न मन्यन्ते तेषु माता अन्यतमा, तथापि अत्र प्रतिपादितं यतः अनेन विषयस्य बोधार्थं सौकर्यं विद्यते इति भाति। भट्टोजिदीक्षितः सिद्धान्तकौमुद्यां लेखितमस्ति, सः तु सिद्धान्तद्वयम् इत्युक्ते कार्यासिद्धम् अपि च शास्त्रासिद्धं द्वयोः प्रतिपादनं करोति, परन्तु सर्वे वैयाकरणः ते न मन्यन्ते, तस्य आवश्यकता नास्ति इति। तेषु माता अपि अन्यतमा, परन्तु स्वरूपमहोदयः अत्र किमर्थं प्रतिपादितम् इत्युक्ते तस्य सौकर्यं भवति, लाभदायकः भवति इति अत्र उक्तः अस्ति। किमर्थम् इत्युक्ते अत्र कार्यं न पश्यति इति एकमेव कार्यमस्ति इति केचनः चिन्तयन्ति। कार्यं सर्वे समानं, केवलं सिद्धान्तद्वयस्य रेकग्निशन् नास्ति वा, नो चेत् सोपानद्वये भवति वा इति यदा अस्ति। भगिनी रश्मि भगिनी पूरयति वा अग्रिमपङ्क्तिं पठित्वा। भगिनी मम दूरवाणी बहु अस्तु अस्तु, नास्ति नास्ति, ध्वनिः अपि अस्ति इदानीं कोऽपि। रामप्रिया भगिनी कृते अयं शक्ति भगिनी अहं पठामि भगिनी रश्मि। ध्येयं यत् पूर्वत्र सिद्धम् इति सूत्रं विप्रतिषेधे परं कार्यम् इत्यस्य अपवादो नास्ति। विप्रतिषेधे परं कार्यम् इत्यनेन परशास्त्रस्य कार्यं भवति। पूर्वत्र असिद्धम् इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धं, सुतरां विरुद्धम्। अत्र सामान्यविशेष्टयोरुदाहरणं न, अतः द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः इत्याशयेन किं कृतम्? विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं सपादसप्ताध्यायामेव प्रवर्तते, त्रिपाद्यां विप्रतिषेधविचारः नास्ति, यतोहि तत्र परशास्त्रमेव नास्ति, उत्तरस्य अभावात् परशास्त्राणाम् अभावात्। अपि च पूर्वत्रासिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्यम्। अत्र उक्तमस्ति पूर्वत्रासिद्धम् इति सूत्रं विप्रतिषेधे परं कार्यम् इति सूत्रस्य अपवादसूत्रं नास्ति, तत्तु सूत्रद्वयमपि कार्यद्वयं करोति। विप्रतिषेधे परं कार्यम् इति सूत्रस्य कारणेन परशास्त्रस्य कार्यं भवति, पूर्वत्रासिद्धम् इति सूत्रेण पूर्वशास्त्रम् अपेक्षया परशास्त्रम् असिद्धं भवति। एतत्तु कार्यं विरुद्धकार्यमस्ति, एकसूत्रस्य अपवादसूत्रम् अन्यदिति न चिन्तितव्यम् इति अत्रमस्ति. उच्चैः पठ्यो भगिनि, न श्रूयते अधुना. सुतरां विरुद्धम् इति ततः पर्यन्तम्. आम् अधुना एकवारम् अधुना पुनः पठनीयं वा? न, सुतरां विरुद्धं ततः आरभ्य. एतत् सूत्रं विप्रतिषेधे परं कार्यं पूर्वत्र असिद्धम् इति सूत्रद्वयं विरुद्धकार्यमेव करोति. एकस्य अपवादसूत्रम् अन्यदिति न वक्तव्यम्. अनन्तरं विप्रतिषेधे परं कार्यम् इति सूत्रं सपादसप्ताध्यायमेव तस्य कार्यं प्रवर्तते. त्रिपाद्यां विप्रतिषेधविचारः नास्ति, यतोहि तत्र परशास्त्रमेव नास्ति. त्रिपाद्यां पूर्वसूत्रस्य कार्यं भवति. तत्र तु पूर्वसूत्रस्य दृष्ट्या परसूत्रं न पश्यति, अतः अत्र विप्रतिषेधविचारः नास्ति. तदेव कारणं किल भगिनि? आं भगिनि, पूर्वसूत्रस्य दृष्ट्या परसूत्रमेव नास्ति, नास्ति एव. तर्हि तत्र बलम् इति बलमस्ति वा इति तत्र तु सङ्कर्षः एव न भवति तयोः. यत्र सङ्कर्षः भवति तस्मिन् समये एव एकं बलवत् अन्यत् बलं नास्ति इति वक्तुं शक्नुमः. सङ्कर्षः एव नास्ति, अन्यत् तु नास्ति एव पूर्वसूत्रस्य दृष्ट्या. अतः विप्रतिषेधविचारः नास्ति प्रपाद्य. विरुद्धम् इति न पुनः एकनिमिषं भगिनि, पुनः पुष्प भगिनी किम् उक्तवती? विरुद्धं ते सूत्रे विरुद्धम् अस्ति. विरुद्धम् अस्ति, असिद्धम् अस्ति. आमाम् असिद्धम् अस्ति विरुद्धम्. आम् आं भगिनि, मणिमहोदय किमपि उक्तवान् खलु? सङ्कर्षः इति अर्थः किम्? सङ्कर्ष इत्युक्ते काम्पिटिशन्, अत्र तथैव खलु. तत्र सङ्कर्ष दे हाव् फैटर् तथा न भवति एव, एकमेव अस्ति. तत्र द्वितीयं तत्तु न पश्यति एव. यत्र दे बोट् फैट् टुगेदर् देन् वि केन् से नो वन् स्ट्राङ्गर् देन् द अदर्, रैट्? तथा न भवति इति. पुनः पूर्वसूत्रं भगिनी वदतु. परसूत्रं न पश्यति इति परशास्त्रमिव नासीत् इति अर्थं वा? आं भगिनि, अत्र शास्त्रम् अयमेव प्रश्नः. शास्त्रम् इत्युक्ते यतोहि तत्र परशास्त्रमेव नास्ति, नासीत् उत्तरस्य अभावात्, परशास्त्राणाम् अभावात्. तत्र शास्त्रम् इत्युक्ते परसूत्राणि वा? आं भगिनि, परम् इति एकं शास्त्रम् इति, परशास्त्रम् इत्युक्ते परसूत्रम् इति तत्र नास्ति एव. यत्र पूर्वसूत्रम् अस्ति चेत् तत्र परसूत्रं न आगच्छति एव. तत्र निर्वचनस्य अर्थं सूत्राणि इति अत्र. आं भगिनि, परशास्त्रम् इत्युक्ते परसूत्रस्य कार्यविचारं चिन्ता, तदेव शास्त्रं किल भगिनि? आं, चिन्तनं नासीत् एव अस्ति हेमा भगिनी, क्षम्यता. परपूर्व इति चिन्तनमेव शास्त्रम् इति अर्थः. अहं सम्यक्तया न श्रुतवती, अत्र किञ्चित् ध्वनिः अस्ति. पूर्वत्र असिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्यम्. अत्र तु पूर्वत्र असिद्धम् इति कारणेन असिद्धत्वं केवलं त्रिपाद्यमेव भविष्यति. तर्हि यत्र त्रिपाद्यसूत्रं नास्ति चेत् अस्माकं चिन्तनं विप्रतिष्यते, परन्तु पूर्वपरणित्यन्तरङ्ग इति अपवाद इति भवति. यदि एकमपि सूत्रं त्रिपाद्यम् अस्ति चेत् पूर्वत्र असिद्धम् इति भिन्नरीत्या कल्पनीयः मार्गः. सूत्रद्वयमपि पूर्व त्रिपाद्यां भवेत्, नो चेत् एकसूत्रं त्रिपाद्यां भवेत् इति किल. अस्तु भगिनि, धन्यवादः. धन्यवादः भगिनि, शुभरात्रिः. धन्यवादः भगिनि. धन्यवादः महोदय. नमस्ते भगिनी.